नमस्कारः, अस्माकं व्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति तुदादिगणे न गुणः इति विषयः अनुवर्तते। तत्र वयं दृष्टवन्तः भुवादिगणे शप् इति विकरणप्रत्ययः अस्ति, तत्र गुणकार्यस्य प्रसक्तिः अपि अस्ति, प्राप्तिः अपि अस्ति भुवादिगणे। यतोहि शप् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति चेत् सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च अनयोः सूत्रयोः प्रसक्तिः भवति, तेन गुणकार्यं भवति, तत्र प्राप्तिः अपि अस्ति। द्वयोः सूत्रयोः प्रसक्तिः अपि अस्ति, प्राप्तिः अपि अस्ति, यतोहि शप् इति प्रत्ययः तादृशप्रत्ययः, सार्वधातुकप्रत्ययः अपि अस्ति, अपि च अत्र किमपि अवरोधः न, कोऽपि अवरोधः, अतः गुणकार्यं भवति तत्र। परन्तु तुदादिगणे तत्र विकरणप्रत्ययः कः? लता भगिनी वदतु। तुदादिगणे श एव तत्र शकार अस्ति, पकार नास्ति। तर्हि श इति प्रत्ययः कीदृशः? षित् प्रत्ययः, अतः लोपः भवति। सार्वधातुकप्रत्ययः, ऐम् सोरि, सार्वधातुकप्रत्ययः, बिकास् ऐल् टेल् यु, तिङ्क्षित् प्रत्ययः तिङ्क्षित् सार्वधातुकयोः इति सूत्रेण षित् प्रत्ययः अस्ति, अतः सार्वधातुकप्रत्ययः। सत्यं, समीचीनं समीचीनं। तर्हि अत्र तुदादिगणे श इति विकरणप्रत्ययः, भगिनी कृपया म्यूट् करोतु। तुदादिगणे श इति विकरणप्रत्ययः अस्ति, श इति प्रत्ययः, अत्र शकारस्य संज्ञा अस्ति, केन सूत्रेण? लशक्व तद्धिते, लशक्व तद्धिते इति सूत्रेण श इति, श इत्यस्य इत्संज्ञा भवति, अनन्तरं तस्य लोपः इत्यनेन लोपः भवति, अतः तुदादिगणे श इति विकर्णप्रत्ययः षित् अस्ति, शकारस्य इत् यस्य सः षित् अस्ति, अतः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः षित् अस्ति सः प्रत्ययः सार्वधातुकसंज्ञकः, अतः वयं वक्तुं शक्नुमः तुदादिगणे यः विकर्णप्रत्ययः श इति अस्ति सः प्रत्ययः सार्वधातुकसंज्ञकः। तर्हि सार्वधातुकसंज्ञकः अस्ति चेत् तर्हि द्वितीयः, अधुना अत्र पुनः चिन्तनीयम् अस्तु, इदानीं मम पुरतः तुद् इति धातुः अस्ति, तस्य पुरतः श इति विकरणप्रत्ययः अस्ति, अस्तु विकरणप्रत्ययः सार्वधातुकः, अतः अत्र तुद् इति अस्मिन् सन्दर्भे कस्यचित् सूत्रस्य प्रसक्तिः अस्ति वा? शोभा भगिनी, विनयकुमारः अस्मि। नमस्ते, नमस्ते महोदय, क्षम्यताम् अवलम्बेन। चिन्ता नास्ति, चिन्ता नास्ति, चिन्ता नास्ति। नमस्ते भगिनि, सुमन्, हा नमस्कारः सुमन् भगिनि, अस्तु अस्तु, अत्र शोभा भगिनी वदतु। आं भगिनि, पुनरेकवारं वदतु भगिनि, क्षम्यता। तुद् तुद् योगः श इति विकरणप्रत्ययः, तुद् इति तुदादिगणीयधातुः, श इति विकरणप्रत्ययः, अधुना जानीमः श इति प्रत्ययः सार्वधातुकः, अधुना अत्र कस्यचित् सूत्रस्य प्रसक्तिः अस्ति वा? तुद्योगः श, तु तत्र षित् अस्ति, षित् तिङ्क्षित् प्रत्यय अस्ति इति कृत्वा सार्वधातुकम् अस्ति, सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, किन्तु गुणः न भवति। न न, पुनः चिन्तयतु, सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः वा? इक्वर्णः कुत्र अस्ति? उपधायाम्, क्षम्यताम्, उपधायाम् अस्ति पुगन्तलघु उपधस्य इत्यनेन प्रसक्तिः अस्ति, किन्तु गुणः न भवति। सत्यं सत्यं, तर्हि अत्र तुद्योगः श इत्यस्मिन् सन्दर्भे सार्वधातुकप्रत्ययः अस्ति श, अतः अत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः भवति। किमर्थम् इति चेत् अत्र तुद् इति धातौ उपधायाम् इक्वर्णः अस्ति, उकारः इक्वर्णः, अतः अत्र गुणस्य प्रसक्तिः अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रम् उद्युक्तः अस्ति कार्यं कर्तुं, परन्तु अत्र गुणस्य प्राप्तिः न भवति। किमर्थम् इति अधुना अग्रे अत्र पश्यामः। अत्र गते सप्ताहे अत्र सूत्रद्वयम् उक्तमासीत् तस्मिन् विषये अधुना अद्य पठिष्यामः. अतः अत्र करपत्रे भुवादिगणे विकरणप्रत्ययस्य पकारस्य उपस्थितौ न इत्संज्ञकशकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः. ततः आरभ्य पठामः. विजयलक्ष्मी भगिनी आरम्भं करोतु. किञ्चित् क्लेश विनयकुमार कः क्लेशः? Lot of breaking in the line for one reason or the other. For my line for everybody's here. Line अन्ये श्रोतुं शक्नुवन्ति किम्? आं भगिनि. न महोदय, एवमेव श्रूयते. आम्, सर्वेषां कृते क्लेशः प्रायः. स्पष्टमस्ति भगिनि? न, स्पष्टं श्रूयते. येषां कृते न श्रूयते ते कृपया पुनः आगच्छन्तु. प्रायः भवतां लैन् मध्ये क्लेशः अस्ति. भगिनि, दिस् इस् FCCA, a lot of the klesha is from there because it's overloaded, Bhagini. Yeah, I know. There are a lot of emails going on that. So, so there's no point in anybody coming. Hopefully, whoever has a problem, it will improve. Because it is a little broken, but it's not too bad. Okay. हरि ओम्, श्रूयते किल? हरि, हा श्रूयते. ओके, धन्यवादः. अधुना श्रूयते वा? न, एतत् टङ्कणया मध्ये श्रूयते, किन्तु दूरवाण्यां न श्रूयते. एवमस्ति. अस्तु अस्तु अस्तु. ओ अस्तु, तर्हि अत्र पश्यामः कथं गच्छति इति पश्यामः. यतोहि अद्य तु मम पार्श्वे ज़ूम् दशनिमिषपर्यन्तं पश्यामः. यदि बहवः जनाः श्रोतुं न शक्नुवन्ति तर्हि तत्र ज़ूम् अकौण्ट् अस्ति, तत्र ईमेल् प्रेषयामि. मम पार्श्वे नास्ति, परन्तु तत्र शेखरमहोदय ज़ूम् अकौण्ट् ददामि इति उक्तवान, तर्हि तं सम्पर्कं कृत्वा प्रेषयामि. परन्तु दशनिमिषपर्यन्तं न भिन्नः. तर्हि अत्र पश्यामः कथं गच्छति इति. अस्तु अस्तु, विजयलक्ष्मी भगिनी पठति किम्? इत्संज्ञकशकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः. सूत्रदृष्ट्या पकारस्य कार्यं कथं भवति? भ्वादिगणे विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम् अनुमतिः अस्ति. अतः सारल्यार्थं भ्वादिगणे पकारसम्बन्धसूत्रसहितचर्चा न जाता, परन्तु तुदादिगणे पकारस्य अभावे गुण अवरोधः, स च अवरोधः कथम् इति अवश्यं द्रष्टव्यम्. लिख् धातोः उदाहरणम् अत्र अवलोकयाम. गणद्वयं यत्र विकरणप्रत्ययः प्रतिनिधि अ भगिनि कुत्र पठति? तुदादिगणे इति तत्र तुदादिगणे न गुणः इति करपत्रे. तत्र अत्र केचन प्रश्नाः सन्ति इति उक्तं खलु, ततः अग्रे इत्संज्ञकशकारस्य कार्यं कथं भवति ततः आरभ्य मध्ये अस्ति करपत्रस्य मध्ये. तदेव पठितवती. हा, वदतु भगिनि. तुदादिगणे गणद्वयमपि विकरणप्रत्ययः यद् अवशिष्यते तद् अ एव, परन्तु भ्वादिगणे गुणकार्यं भवति, तुदादिगणे गुणकार्यं न भवति. किमर्थं न भवति इति अग्रे वयं दृश् येन अस्तु अत्र स्पष्टमस्ति खलु, अत्र भुवादिगणे विकरणप्रत्ययः अस्ति शप्, तत्र शकारः अपि अस्ति पकारः अपि अस्ति, अतः शप् इति प्रत्ययः षित् अस्ति, यतोहि शकारस्य इत्संज्ञा भवति लशक्व तद्धिते इत्यनेन, पकारस्य इत्संज्ञा भवति हलन्त्यमित्यनेन, अतः भुवादिगणे यः विकरणप्रत्ययः अस्ति शप् इति प्रत्ययः, षित् अपि अस्ति पित् अपि अस्ति, तस्मिन् सन्दर्भे गुणस्य प्रसक्तिः अपि अस्ति प्राप्तिः अपि अस्ति, तर्हि तत्र इत्युक्ते तत्र किमर्थं गुणस्य प्रसक्तिः अस्ति, किमर्थं गुणस्य प्राप्तिः अस्ति इति चिन्तनीयम्। गुणस्य प्रसक्तिः किमर्थम् अस्ति, यतोहि षित् इति प्रत्ययः सार्वधातुकसंज्ञकः, अतः गुणस्य प्रसक्तिः अस्ति। अनन्तरं पकारः, पकारस्य कार्यं किम् इति चेत्, पकारः अस्ति चेत् एव गुणः भवति, पकारः नास्ति चेत् गुणस्य अवरोधः भवति। तत् कथं केन सूत्रेण तद् इति अत्र अग्रे पश्यामः। तर्हि अत्र सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु यत्र चकारः अपि अस्ति पकारः अपि अस्ति तत्र सर्वत्र गुणकार्यं भवति, परन्तु यत्र केवलं शकारः अस्ति पकारः नास्ति तत्र गुणस्य प्रसक्तिः भवति परन्तु प्राप्तिः न भवति इति सर्वदा स्मर्तव्यम्। अस्तु अग्रे अत्र रमाबाई भगिनी अग्रे पठति वा लिक् धातोः उदाहरणं। लिक् लट् लकारविवक्षायां प्रथमपुरुषैकवचने विकरणप्रत्ययस्य योजने लिक् योगः स योगः ति लशक्मतद्धिते इत्यनेन सूत्रेण शकारस्य इत्संज्ञा तस्य लोपः इत्यनेन शकारलोपः लिक् योगः अ योगः ति षित् अस्ति अतः तिंषित् सार्वधातुकम् इत्यनेन सूत्रेण श प्रत्यये सार्वधातुकसञ्जकः अपि अस्ति। पुगन्तलघुपदस्य च इत्यनेन सूत्रेण लिट् धातोः उपधायां ह्रस्व इकारस्य गुणः ह्रस्व इकारस्य गुणप्रसक्तिः अस्ति, अतः अनेन लेखति इति स्यात्। किन्तु श विकरणप्रत्ययः तावत् वदतु लिक् यदि धातुः अस्ति कस्मिन् गणे अस्ति लिखति तुदादिगणे अस्ति तुदादिगणे अस्ति लिट् लकारस्य तिङ्गन्तरूपं लिखति इत्येव भवति लट् लकारस्य लिट् योगः शयोगः टि अस्ति लषक्म तद्धिते इति सूत्रेण शकारस्य इषञ्ज्ञा भवति तस्य लोकः इति सूत्रेण तस्य शकारस्य लोपः भवति अत्र अ एव अवशिष्यते अतः लिक् योगः अयोगः टि लिक् योगः अयोगः टि अत्र षित् अस्ति षित् एव अस्ति तिंषित् सार्वधातुकम् इति सार्वसञ्चकः अस्ति तिंषित् सार्वधातुक धातुकम् अनन्तरं पुगन्तलघुपदस्य च क्षमितं पुगन्तलघुपदस्य क्षमितं भगिनि स्पष्टं नास्ति वा स्पष्टमस्ति अस्तु तिंषित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसञ्चकः अस्ति षित् अस्ति किल तदर्थं पुगन्तलघुपदस्य च इति सूत्रेण प्रसक्तिः अस्ति लिक् इति धातौ उपधायां इकः अस्ति उपधायाम् इकः अस्ति अतः पुगन्तलघुपदस्य च इत्यनेन सूत्रेण प्रसक्तिः अस्ति तिंषित् सार्वधातुकम् अस्ति इति प्रत्यये अस्ति इति कारणात् उपधायाम् उपधायां लघु लघु इकारः अस्ति इति इति कारणात् तस्य उपन्दलघुपदस्य च इति सूत्रेण गुणः गुणः भवितुम् अर्हति परन्तु गुणः भवति चेत् तिङ्गन्तिरूपं लेखति इति भवति. अस्तु अस्तु समीचीनम् अस्तु. तर्हि अत्र वदति सूर्यकुमारी भगिनी वदति वदति वा अत्र किम् अवगतम्? हा वदतु भगिनि अत्र किम् अवगतं भगिनि? पुगन्तलघुपदस्य इति सूत्रेण लिक् अत्र स्थितिः का? हा वदतु हा वदतु. लिक् धातोः इक् ह्रस्व इकार उपदा अस्ति चेत् अर्हत भवति तत्कारणात् लेखति अर्हति. केन कारणेन लेखति इति भवति? फुगन्तलघु उपदस्य च इति सूत्रेण लघु ह्रस्वलघु ह्रस्व इक उपदा अस्ति चेत् अत्र अस्ति वा? अर्हतः अस्ति, कार्यं नास्ति, अर्हतः अस्ति. किमर्थं पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः? उपद ह्रस्व इकारः अस्ति चेत् तावत् पर्याप्तं वा? केवलम् इक् वर्णः उपदायाम् अस्ति चेत् पर्याप्तं वा? अन्यत् किम् आवश्यकम्? अन्यत् आवश्यकं किम् आवश्यकं? सार्वधातुकं परे सार्वधातुकप्रत्ययः आवश्यकः खलु? अत्र श इति प्रत्ययः सर्वत्र सर्वत्र स्मर्तव्यम्. यत्र यत्र गुणकार्यं भवति तत्र प्रत्ययः आवश्यकः एव. प्रत्ययः नास्ति चेत् गुणकार्यं भवितुं नार्हति. प्रत्ययं निमित्तीकृत्य एव किमपि अङ्गकार्यं भवति. तर्हि पुगन्तलघुपदस्य च भवतु सार्वधातुकार्धातुकयोः भवतु यत्किमपि भवतु अत्र अङ्गकार्यम् अस्ति. अतः प्रत्ययः अस्ति. अत्र प्रत्ययः कीदृशः इति प्रष्टव्यम्. अत्र प्रत्ययः श इति प्रत्ययः सार्वधातुकः. अतः उपदायां निक्वर्णस्य गुणः भवति. लिक् इत्यस्य लेखितु भवितुम् अर्हति यतोहि पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति. तावत् अवगतम्. परन्तु वयं जानीमः अत्र लिखति इति एव रूपं, लेखति इति रूपं नास्ति. अतः अत्र गुणकार्यं न भवति इति वयं ज्ञातुं शक्नुमः. तदर्थम् अत्र प्रश्नः अस्ति किमर्थं गुणकार्यं न भवति इति प्रश्नः. किमर्थं पुगन्तलघुपदस्य च इति सूत्रं बाधितम् अस्ति? किमर्थं तस्य प्राप्तिः नास्ति इति प्रश्नः. तर्हि अग्रे पठामः. अत्र मीना भगिनी पठति किम्? तत्र एव भगिनि. किन्तु श विकरणप्रत्ययः न केवलं श अपि अपि तु अपि यस्मिन् इत् सम्यकः पकारः नास्ति सः अपि इति उच्यते. विकरणप्रत्ययः श षित् अस्ति इति स्मरतु. नाम यद्यपि शकारस्य लोपः जातः तथापि शकारस्य प्रभावः अस्ति एव यतः लोपः इत्युक्ते अदृश्यः न तु अपगतः. परन्तु उदादिगणे विकरणप्रत्ययस्य पकारः नासीत् न आसीत् एव. पकारः लोप इति न पकारः नास्ति एव. अतः श विकरणप्रत्यय प्रत्ययः अपि इति उच्यते. तावत् वदतु. अत्र किमर्थं शविक्रणः प्रत्ययः तुदादिगणे षित् अस्ति परन्तु किमर्थ अपित् अस्ति अपित् इत्येव किम् इति अत्र उदा वदति यस् यत्र संज्ञां पित् अस्ति पित् प्रत्ययः पित् सम्यकः नास्ति चेत् अपित् इति उच्यते यद्यपि शकारः षित् ऐ मीन् शकारः लोपः तथापि शकारस्य प्रभावः नास्ति लोपः मीन्स् दर्शनः न तु अपगतः अत्र पित् पकारः नासीत् न अस्ति एव नासीत् एव तस्मात् तत् अपित् नास्ति पित्वं नास्ति पूर्वमेव पित्वं नास्ति तस्मात् विक्रण अपित् इति उच्यते. अस्तु म्यूट् करोतु भगिनि, कृपया म्यूट् करोतु. तर्हि अत्र श इति प्रत्ययः षित् इति स्पष्टमस्ति, तत्र न कोऽपि क्लेशः. षित् अस्ति यतोहि शकारस्य संज्ञा अस्ति, परन्तु अत्र अपित् इति नूतन अत्र नूतनसंज्ञा इत्युक्ते तत्र श इति प्रत्यये पकारस्य इत्संज्ञा नास्ति. अतः सार्वधातुकलकारेषु यत्र कुत्रापि केवलं शकारस्य इत्संज्ञा अस्ति तत्र वयम् अपित् इति वदामः, इत्युक्ते पकारस्य इत्संज्ञा नास्ति चेत्. अतः अत्र श इति प्रत्ययः अपित् पकारस्य इत्संज्ञा नास्ति इति कृत्वा अपित् इति वदामः. तर्हि अपित् इत्यस्य प्रभावः कः इति अधुना पश्यामः. यद्यपि षित् अस्ति, षित् इत्यनेन सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च अनयोः सूत्रयोः प्रसक्तिः अस्ति, परन्तु अपित् इति कारणेन एव तत्र गुणः न भवति. तर्हि अपित् इत्यस्य प्रभावः कः इति अग्रे पश्यामः. एतावत् स्पष्टं वा? कोऽपि प्रश्नः? स्पष्टं भगिनि. अस्तु अस्तु भगिनी, अपित् इत्युक्ते पकारस्य इत् सम्या नास्ति इति भवती उक्तवती, तत् सम्यक् वा? पकारस्य अपित् एव नास्ति. न, अत्र अपित् इत्यस्य विग्रहः कथं भवति? पकारः नास्ति एव तदेव अपित् खलु? पकारस्य नास्ति तद् न अपित् अपित् इत्यस्य अन्वयः, अपित् इत्यस्य अन्वयः कोऽपि वदतु, अन्य कोऽपि वदतु. पकारः नास्ति. न, लता भगिनी वदतु. न पित् इति अपित्. तत्र पित् इत्यस्य पित् इत्युक्ते किम्? पित् इत्युक्ते पकारः इत्संज्ञा भवति, तस्य लोपः अपि भवति. न एकक्षणम् एकक्षणम् अत्र सम्यक् एव. पित् इत्युक्ते पकारः इत् यस्य सः, पित् इति बहुव्रीहिसहासः अस्ति. पकारः इत् यस्य सः इति पित् इत्युक्ते तादृशप्रत्ययः अथवा तादृशधातुः अथवा यः यत्किमपि भवतु, प्रत्ययः, धातुः, आदेशः, आगमः, यत्किमपि भवतु, यत्र पकारस्य इत् संज्ञा अस्ति तत्र पित् इति वदामः. तर्हि पित् इदानीम् अ इति योजयामः चेत् तत्र नञ् नञ् तत्पुरुषसमासः अस्ति. अपित् इत्युक्ते न पित् अपित्, न पित् अपित् इत्युक्ते यस्य पकारस्य इत् संज्ञा नास्ति, तादृशप्रत्ययः अथवा धातुः यत्किमपि भवतु सः अपित् अस्ति. स्पष्टं वा विजयलक्ष्मी भगिनि? स्पष्टं, परन्तु मम मनसि अत्र पकारः नास्ति एव. कुत्र? अत्र शप् इति पश्यतु, शप् इति प्रत्ययः पित् अस्ति वा? शप् इति प्रत्ययः पित् अस्ति, तत् सम्यक्. परन्तु श इति प्रत्ययः अपित् किमर्थं? तत्र पकारः नास्ति एव, तत्कारणमेव अपित् खलु? पकारः नास्ति एव, पकारः पकारः अपि नास्ति, पकारस्य इत् अपि नास्ति. अतः पकारः नास्ति चेत् तस्य अपित् भवितुं न अर्हति. अतः एव अपित् पकारः अस्ति चेत् पित् भवति, पकारः नास्ति इति कृत्वा अपित्. यदि पकारः अस्ति तर्हि पित् भवति खलु? अधुना पकारः नास्ति, पकारः नास्ति इति कृत्वा पकारस्य इत्संज्ञा अपि नास्ति, अतः अपित्. अस्तु यदा धर्मः इति वदति चेत् अधर्मः इति चेत् यत्र धर्मः नास्ति सः अधर्मः खलु एवमेव अत्र यत्र पित् अस्ति यत्र पित् नास्ति तद् अपित् अस्तु अग्रे अधुना अत्र सूत्रं पठामः अस्माकं अन्ये के जनाः विलम्बेन आगतवन्तः नमस्ते भगिनि क्षम्यतां गीताञ्जलि अस्मि गीताञ्जलि भगिनी अस्तु अधुना श्रूयते वा मम ध्वनिः श्रूयते वा आम् आं भगिनि गीता भगिनी नमस्कारः अस्तु श्रूयते भगिनि अस्तु अस्तु गीता भगिनी अनन्तरं परन्तु बेक्ग्रौण्ड् मध्ये डिस्टर्बेन्स् अस्ति बेक्ग्रौण्ड् मध्ये डिस्टर्बेन्स् अस्ति किमर्थम् इति चेत् अत्र सूर्यकुमारी भगिनी कृपया म्यूट् करोतु म्यूट् मध्ये भवतु भगिनी भवत्याः दूरवाण्या मध्ये ध्वनिः आगच्छति हा अधुना सम्यक् वा हा सम्यक् हा अस्तु अस्तु तर्हि अत्र अग्रे अत्र वसन्ती भगिनी पठति वा अग्रे अस्तु भगिनि सार्वधातुकपित् सार्वधातुकमपि अपि ञेत् अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपि ञेत् अतः एव अपि सार्वधातुकं ञिक्तिव अस्ति अयम् अतिदेशः इति उच्यते अतिदेशः नाम यस्य स्वभावः तथा नास्ति सः तथा भवतु इति विधानम् यथा सिंहो मानवकः बालकः सिंहः नास्ति परन्तु वीरो मानवकः सिंहः इव अतः मानवके सिंहस्य वीरलक्षणं अध्यारोपितं सोरि तावत् वदतु सार्वधातुक अपित् इति सूत्रम् अपित् इति ञित् सार्वधातुक अपि ञित्वा अत्र गते सप्ताहे अत्र गीताञ्जलि भगिनी पृष्टवती अपि अनित्वम् इति संज्ञा अस्ति वा इति चेत् सत्यं भगिनि संज्ञा एव तस्मिन् सन्दर्भे अहं न जाने किं चिन्तितवती परन्तु संज्ञा एव इत्युक्ते यः प्रत्ययः अपित् अस्ति तस्मिन् नित्वम् अध्यारोपयामः अत्र सार्वधातुकम् अपित् इति कीदृशसूत्रमस्ति भगिनि वसन्ति भगिनि सार्वधातुक अपित् अतिदेशसूत्रम् अतिदेशसूत्रम् इत्युक्ते स्वभावः नास्ति परन्तु तस्य स्वभावस्य परिवर्तनं भवति यस्य मूलस्वभावः इत्युक्ते मनुष्ये मनुष्यत्वम् इति मूलस्वभावः अस्ति मनुष्येषु मनुष्यत्वम् इदानीं अत्र मनुष्यत्वस्य स्थाने सिंहत्वम् इति अध्यारोपयामः चेत् तर्हि तत्र स्वभावस्य परिवर्तनं जातम् अधुना सः सिंहः इव आचरति इति वक्तुं शक्यते एवमेव अत्र यः प्रत्ययः अपि तस्ति इत्युक्ते यत्र पकारस्य इत्संज्ञा नास्ति तादृशप्रत्ययः नित् इव भवति इदानीं तस्य स्वभावस्य परिवर्तनं भवति अतः अत्र श इति विकरणप्रत्ययः तुदादिगणे यः श इति विकरणप्रत्ययः अस्ति सः प्रत्ययः निद् इव भवति किमर्थम् इति चेत् अपित् अस्ति पकारस्य इत्संज्ञा नास्ति इति कृत्वा अधुना नित् इव भवति नित् इव भवति चेत् तत्र तेन किं प्रयोजनम् इति चेत् नित् इव भवति चेत् तत्र अन्यत् किमपि कार्यमस्ति नित् भवति चेत् किमपि कार्यमस्ति अस्तु अत्र सूत्रस्य अर्थः कः भगिनि सूत्रस्य अर्थं सार्वधातुकम् अपित् नित्येव अस्ति अपित् सार्वधातुक अपि नित्वा Mm-hmm. सत्यम् अग्रे किम् उक्तम् अतिदेशः अतिदेशः इति उच्यते सत्यं सो as you said it's swabhavah mula swabhavah asti nasti satya parivartanam asti like simhah manavakah iti vachane manavakah simhah nasti kintu manavakah veerah manavakah इति सिंहस्य वीरलक्षणं दृश्यते सत्यं सत्यम् इत्युक्ते तत्र अध्यारोपः अस्ति अध्यारोपः अस्ति कस्यचित् स्वभावस्य अध्यारोपः अस्ति मूलस्वभावस्य उपरि कस्यचित् नूतनस्वभावस्य अध्यारोपः यत्र भवति तत्र अतिदेशः इति वदामः अतिदेशः इति एकविधसूत्रलक्षणम् अस्ति एकविधसूत्रमस्ति अतिदेशसूत्रं तर्हि सार्वधातुकम् एकक्षणं भगिनी अहं समापयामि सार्वधातुकम् अपित् इति अतिदेशसूत्रम् अस्ति तर्हि तेन सूत्रेण अपित् प्रत्ययस्य उपरि नित्वम् अध्यारोप्यते तर्हि स्वभावस्य परिवर्तनं भवति अतः यत्र कुत्रापि अत्र दशगणाः सन्ति खलु सार्वधातुकालकारेषु द्वादिगणे दिवादिगणे स्वादिगणे इति सर्वत्र सर्वत्र यत्र यत्र अपित् अस्ति तत्र सर्वत्र नित्वम् अध्यारोपयामः तर्हि सर्वत्र स्वादिगणे श्नु इति विकरणप्रत्ययः अस्ति तत्रापि श्नु इति प्रत्यये षित् अस्ति परन्तु अपित् अस्ति अतः तत्र नित्वम् अध्यारोपयामः एवमेव सुदादिगणे श इति प्रत्ययः तत्रापि नित्वम् अध्यारोपयामः अनन्तरं रुदादिगणे श्नम् इति प्रत्ययः षित् अस्ति परन्तु अपित् अस्ति तत्रापि नित्वम् अध्यारोपयामः तर्हि यत्र कुत्रापि केवलं षित् अस्ति परन्तु पित्वं नास्ति तत्र अपित् भवति चेत् नित् इव आचरति अस्तु अधुना पृच्छतु भगिनि षित् पित् इत्युक्ते षकारलोप पकारलोप नित् इत्युक्ते लोप भवति इति वा हा नकारस्य संज्ञा यत्र भवति तद् नित् अत्र नित् कुत्र अस्ति नास्ति तत् अतः एव अतिदेश अतः एव अतिदेश एव स्वभावस्य परिवर्तनम् इति उक्तं खलु मूलस्वभावः तथा नास्ति मूलस्वभावः तथा नास्ति तथापि तत्र नित्वम् अध्यारोपयामः इत्युक्ते तत्र नकारस्य संज्ञा अस्ति इव भावयामः अस्तु भगिनि धन्यवादः भगिनि नित् इत्युक्ते न इत् अस्ति वा नकारस्य संज्ञा अत्र कवर्गस्य पञ्चमवर्णः तस्य इत्संज्ञा न इत्युक्ते अनुनासिकसन्धि भूत्वा नित् अभवत् किं न न न कवर्गस्य पञ्चमवर्णः ङकारः खलु क ख घ घ ङ तत्र ङ इत्यस्य इत्संज्ञा भवति चेत् नित् इति अस्तु तर्हि अत्र सार्वधातुकमपि इति अतिदेशसूत्रमस्ति अपि च संज्ञासूत्रम् इत्यपि वक्तुं शक्यते किमर्थमिति चेत् अपित् इत्यस्य स्थाने नित् इति संज्ञा अध्यारोप्यते नित्वम् अध्यारोप्यते तर्हि अतिदेशः अपि अस्ति तत्र संज्ञा अपि अस्ति अस्तु भगिनि अतिदेश इति नूतन अधिकार इति सम्यक् भगिनि नूतन अधिकारः नास्ति षड्विधसूत्रलक्षणम् इति वयं पठितवन्तः खलु अत्र षड्विधसूत्राणि कानि कोऽपि वदतु कोऽपि स्मरयतु अतिदेशः इति एकः सूत्रं सम्या परिभाषा विधि नियम अतिदेशः अधिकारः अतिदेशः अधिकारः इति षड्विधसूत्राणि एव सन्ति पाणिनि अष्टाध्याय्यां षड्विधसूत्राणि सन्ति अत्र अतिदेशः इति सूत्रम् इत्युक्ते प्रत्ययस्य स्वभावस्य परिवर्तनं भवति यत् तथा नास्ति इदानीं तथा भवतु इति भावयामः भगिनी सार्वधातुकम् अपित् इत्युक्ते आर्धधातुकम् अपित् इत्यस्य नित् न भवति इति वा सत्यं सार्वधातुकप्रत्ययः एव अपित् अस्ति चेत् तस्य निद्वम् अध्यारोप्यते आर्धधातुकप्रत्ययः अर्धातुकप्रत्ययेषु पित्वम् अपित्वम् इति किमपि नास्ति, तादृशमहत्त्वं नास्ति अर्धातुकप्रत्ययेषु। अतः पित्वम् अपित्वम् इति केवलं सार्वधातुकप्रक्रियायाम् एव, न तु अर्धातुकप्रक्रियायां। द्वौ अपि वा? एकक्षणम् उमा भगिनी, अत्र विजयलक्ष्मी भगिन्याः प्रश्नं प्रश्नस्य समाधानं उत्तरं दत्वा समाधानस्य, अस्तु पृच्छतु। सिङ्ग् षित् द्वौ अपि सार्वधातुके अपि इत्यस्य ङित् भवति, तदेव खलु? किं पुनः पृच्छतु? तिङ् षित् सार्वधातुकम् इति अस्ति खलु? सत्यं सत्यम्। इत्युक्ते सार्वधातुकप्रत्ययः इत्युक्ते तिङ् प्रत्ययाः अपित्, तिङ् प्रत्ययेषु यत्र पित्वं नास्ति तत्र तादृशप्रत्ययः अपित् भवितुम् अर्हति। अपि च यः षित् प्रत्ययः अस्ति तत्र पकारसेत् संज्ञा नास्ति चेत् तादृशप्रत्ययः अपि अपित् भवितुम् अर्हति। भवती इदानीं यानि उदाहरणानि दत्तवती तेषां सर्वे षित् इत्येव, श्नु श्नौम् इति सर्वे षित् एव खलु? सत्यं सत्यं, यतोहि अस्माभिः तत्र तिङ्प्रत्ययस्य विषये न पठितः खलु? अस्तु, न पठितम्, अतः तिङ्प्रत्ययस्य विषये न उक्तं। परन्तु तत्र तिप् तस् झि तस् इति प्रत्ययः प्रथमविभक्तौ द्विवचने, न प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः अस्ति। तस् इति प्रत्ययः एतत्र पटतः इति रूपम् अस्ति खलु, तत्र पटतः तः इति तस् इति प्रत्ययः अस्ति तत्र अन्ते, पटतः इत्यस्य अन्ते। अतः तस् इति प्रत्ययः तत्र, तस् इति प्रत्ययः सार्वधातुकसंज्ञकः अस्ति यतोहि तिङ् प्रत्ययः, परन्तु तत्र पित्वं नास्ति अतः अपित् अस्ति, अतः तस् इति प्रत्ययः निद् इव आचरति। अन्ये कुत्रापि अपित् भवति चेत् तस्य नित्वं न भवति, केवलं तिङ् अथवा षित् मध्ये अपित् भवति चेत् एव तस्य नित्वं भवति। सत्यं, इत्युक्ते सार्वधातुकप्रत्ययः, सार्वधातुकप्रत्ययस्य चिन्तने एव पित्वम् अपित्वम् इत्यस्य चिन्तनं भवति। अर्धधातुकप्रत्ययेषु पित्वम् अपित्वम् इति किमपि नास्ति, यतोहि सूत्रे तत्र स्पष्टतया उक्तं खलु सार्वधातुकम् अपित् निदिव भवति। अस्तु, अत्र अन्य कोऽपि प्रश्नः आसीत् खलु उमा भगिनी? Yes, I want to ask you something. See, this ngit, you know, what is the importance of this and why this is said here? I'm not able to see. Sarvadhatukam appit, that much I understand. Ekakshanam. Nittityasya mahatvam kimiti agre uchyate. Kinchit dhairyam. Nittiti kimartam, nittvam kimartam tasya prayojanam kimiti eva prashnaha kalu. Agre uchyate, kimartam nittvam adhyaropyate iti agre uchyate. Agre patamaha. Astu. भगिनि, अत्र कर्तरी शप् सूत्रे सूत्रस्य सम्बन्धः अस्ति वा? नित् कर्तरी शप् अपि चेत् एतस्य किमपि सम्बन्धः न, कोऽपि सम्बन्धः। अस्तु, सुमन् भगिनि अग्रे पठतु निति च इति सूत्रम्। न तस्मात् पूर्वं हा, अत्र यस्मिन् प्रत्यये नकारस्य संज्ञा अस्ति। अस्तु, यस्मिन् प्रत्यये नकारस्य संज्ञा अस्ति सः प्रत्यय नित्, यस्य नकारः इत् सः नित्। नित् प्रत्ययानां किञ्चन विशिष्टकार्यम् अस्ति। तत् किं कार्यम् इति सम्प्रतिः उच्यते। अत्र तावत् एव अवगच्छतु। सार्वधातुकम् अपित् इति सूत्रेण यः प्रत्यय अपित् सः यद्यपि साक्षात् नित् नास्ति तथापि नित् इव भवति। अतः यथा नित् प्रत्यय कार्यं करोति तथा अपित् प्रत्यय अपि कार्यं करोति। तच्च कार्यं किम् इति इदानीं पश्यामः. अस्तु, यत्र प्रत्ययस्य नकारः इत् भवति तस्य संज्ञा अस्ति णित्, यावत् शकारस्य लोपः भवति चेत् इत् संज्ञा भवति चेत् तच्छेत् अत्र णित् अस्ति, यत्र नकारस्य इत् संज्ञा भवति. णित् प्रत्ययाः किञ्चित् विशेषाः सन्ति. ते किं तस्य विशिष्टकार्यं किम् अस्ति अग्रे पश्यामः. किन्तु यदि यदि प्रत्यय सार्वधातुकम् अस्ति अपि च अपित् अस्ति, सः प्रत्यय णित् वत् भवति, इत्युक्ते णित् प्रत्ययस्य कार्यं करोति. सत्यं सत्यं, समीचीनं भगिनि. अस्तु, तत् तर्हि अत्र अत्र णित् इत्यस्य अर्थः कः इति कोऽपि पृष्टवान्. अत्र णित् इत्युक्ते मकारस्य इत् संज्ञा, मकारस्य मकारः इत् यस्य सः इति णित् इति अस्ति. तर्हि णित् इति अत्र सारधातुकप्रत्ययः अपित् अस्ति चेत् णित्वं णित्वम् अध्यारोपयामः इति उक्तं. तर्हि णित्वस्य प्रयोजनं किम् इति चेत् अग्रे उच्यते. परन्तु तत्र अपित् प्रत्ययः इदानीम् अत्र तुदादिगणे श इति प्रत्ययः अस्ति. श इति प्रत्ययः सारधातुकप्रत्ययः इति जानीमः. तिंशित् सारधातुकम् इत्यनेन तुदादिगणे श इति विकरणप्रत्ययः सारधातुकसंज्ञकः. अपि च पित्त्वं नास्ति तत्र, पकारस्य इत् संज्ञा नास्ति, अतः अपित् इति जानीमः. तर्हि अपित् इति अस्ति इति कृत्वा सार्वधातुकम् अपित् इति सूत्रेण निद् इव आचरति. यद्यपि तत्र नित्वं नास्ति, श इति प्रत्यये नकारस्य इत् संज्ञा नास्ति, तथापि तत्र अपित् अस्ति इति कृत्वा तत्र निद्वम् अध्यारोपयामः. अधुना श इति प्रत्ययः निद् इव निद्वत् आचरति. अस्तु, तावदेव अत्र विषयः अस्ति. तर्हि अग्रे अत्र मिति च इति सूत्रं मालिनी भगिनी पठितुमिच्छति वा? आम् आं भगिनि. नित्ये च गुणबाधकं सूत्रम् अनुवृत्तिसहितं सूत्रं नित्ये च इकः गुणवृद्धि न. यः प्रत्ययः ञित् गित् कित् अथवा ञित् अस्ति अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति. गुणस्य वृद्धेः च बाधकं सूत्रम् इदम्. सम्प्रति अस्माकम् अवधानं गुणे न तु वृद्धौ. अग्रे वा भगिनि? न, तावत् अवगच्छति वा भगिनि? प्रयत्नं करोमि. डबल् ककार इस् इट्? हा, डबल् ककारः. स्मिति च किनिति च किनिति च. ओके ओके, थेङ्क् यू. अत्र एकक्षणं मालिनी भगिनी, अत्र मालिनी भगिनी गीताञ्जलि भगिनी सिद्धा भवतु अत्र मालिनी भगिन्याः सहायं कर्तुं. इति गीति च इति गुणबाधकं सूत्रम् अस्ति. तत्र गुणबाधकम् इत्युक्ते गुणस्य अवरोधम् अस्य विषये इति सूत्रमस्ति. अनुवृत्तिसहितसूत्रमस्ति भगिनी. एकक्षणं, बहु समीचीनं, बहु समीचीनं तावत्. अत्र गुणबाधकं सूत्रम् इति चेत् कस्य सूत्रस्य बाधकसूत्रम् अस्ति किमिति च इति सूत्रम्. सार्वधातुक आर्धधातुकयोः एकः गुणः अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकयोः अपि च पुगन्तलघुपदस्य च बहु समीचीनम् उत्तमम् इत्युक्ते अत्र क्नीति सूत्रं न केवलं सार्वधातुकार्धधातुकयोः इत्यस्य बाधकसूत्रम् अस्ति अपि च पुगन्तलघुपदस्य च इति सूत्रस्यापि बाधकसूत्रम् अस्ति एतत् सूत्रम् अस्तु अनुवृत्तिसहितसूत्रं किं वदति ङिति च इकः गुणवृद्धि न सो यस्य प्रत्ययस्य ङिति क्विति च क्विति अस्ति ङिति इत्युक्ते अग्रे द्रष्टं प्रत्ययः गित् कित् अथवा ङित् अस्ति चेत् इकः गुणः गुणवृद्धिः न सम्भवति अपि च पुगन्तलघुपदस्य सत्यं समीचीनं भगिनि बहु समीचीनं बहु सम्यक् भवती ध्वनिमुद्रणानि श्रुतवती इति बहु सन्तुष्टा अस्मि अस्तु अस्तु तर्हि अत्र क्विति च इति सूत्रमस्ति गुणबाधकं सूत्रं गुणस्य अवरोधः अनेन सूत्रेण गुणस्य अवरोधः भवति तर्हि गुणस्य अवरोधः गुणविधायकसूत्रमस्ति सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च तर्हि यत्र अनयोः सूत्रयोः प्रसक्तिः भवति गुणकार्यस्य कृते परन्तु वयं जानीमः प्रत्ययः अपित् अस्ति सार्वधातुकम् अपित् इति सूत्रेण प्रत्ययः निद् इव भवति तर्हि नित्वस्य प्रयोजनं किम् इत्येव प्रश्नः आसीत् उमा भगिन्याः तर्हि अत्र क्निति च इति सूत्रमस्ति अनेन सूत्रेण यः प्रत्ययः कित् गित् अथवा नित् नाम यत्र गकारस्य इत्संज्ञा भवति प्रत्यये नो चेत् ककारस्य इत्संज्ञा भवति नो चेत् मकारस्य इत्संज्ञा भवति तादृशप्रत्ययः अस्ति चेत् तद् सः प्रत्ययः गुणस्य निमित्तं न भवति इत्युक्ते तेन प्रत्ययेन गुणकार्यं न भव न भवति वृद्धिकार्यमपि न भवति गुणस्य निषेधः वृद्धेः निषेधः भवति अतः इदानीम् अत्र तुदादिगणे श इति विकरणप्रत्ययः अस्ति तस्मिन् विषये चिन्तयामः अत्र श इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति इति जानीमः श इति प्रत्ययं नास्ति अकारस्य संज्ञा नास्ति अतः श इति प्रत्ययः अपित् अस्ति तर्हि अपित् इति अस्ति इति जानीमः चेत् वयं जानीमः अधुना सार्वधातुकम् अपित् इति सूत्रेण श इति प्रत्ययः निद् इव आचरति अधुना निद् इव अस्ति इति कृत्वा तत्र क्निति च इति सूत्रेण गुणस्य बाधा भवति यतोहि मकारस्य इत्संज्ञा अस्ति नित्तिव अस्ति नित्तिव अस्ति यद्यपि साक्षात् मकारस्य इत्संज्ञा नास्ति तथापि निद्दिव अस्ति निद्वत् अस्ति अतः गुणस्य निषेधः भवति अनेन सूत्रेण न केवलं तुदादिगणे अपि च अन्यत्रापि यत्र कुत्रापि केवलं षित् अस्ति पित् नास्ति इत्युक्ते पकारः नास्ति प्रत्यये तत्र वयं जानीमः सः प्रत्ययः सार्वधातुकम् अपित् इत्यनेन निद्वद् भवति अनन्तरं स्मिति च इति सूत्रेण गुणनिषेधः भवति अस्तु अस्तु भगिनि धन्यवादः अग्रे अवगतं इत्युक्ते यत्र कुत्रापि गकारस्य इत्संज्ञा भवति गकारस्य इत्संज्ञा केन सूत्रेण भवितुम् अर्हति प्रत्ययस्य आदौ गकारः अस्ति चेत् केन सूत्रेण भवति लशक्वतदिते अन्ते अस्ति चेत् एवमेव ककारः अपि खलु कित् प्रत्ययस्य आदौ अस्ति चेत् कित् भवति लशक्वतदिते इत्यनेन इत्संज्ञा भवति अन्ते अस्ति चेत् हलन्त्यम् इत्यनेन इत्संज्ञा भवति अतः सार्वधातुकलकारेषु कित् गित् न पश्यामः यत्र लट् लकारे लोट् लकारे लङ् लकारे विधिलिङ्ग् लकारे कित् गित् इति न पश्यामः आर्धधातुकप्रत्ययेषु एव कित् गित् कित् गित् इति पश्यामः यत्र तवतु प्रत्ययः अस्ति तवतु प्रत्ययः तत्र ककारस्य इत्संज्ञा भवति यतोहि प्रत्ययस्य आदौ ककारः अस्ति तर्हि तत्र तव तु प्रत्ययः कित् अस्ति, तत्र गुणकार्यं न भवति. लिक् योगः तव तु, तर्हि लिखितवत् इति प्रातिपदिकं, लिखितवान् इति रूपं, तत्र लेखितवान् इति नास्ति, यतोहि तव तु प्रत्ययः कित् अस्ति. अतः यद्यपि लिक् इति धातौ उपधायाम् इक् वर्णः अस्ति, पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि तव तु प्रत्ययः सार आर्धधातुकप्रत्ययः अस्ति, तिङ्क्षित् भिन्नः अस्ति आर्धधातुकप्रत्ययः, अतः गुणकार्यस्य प्रसक्तिः अस्ति पुगन्तलघुपदस्य च इति. परन्तु तत्र प्रत्ययः कित् अस्ति, तत्र सार्वधातुकम् अपीत् इत्यस्य प्रसक्तिः नास्ति, यतोहि तव तु प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. सार्वधातुकप्रत्ययेषु एव वयं पित्वं वा अपित्वं वा इति पश्यामः. अत्र तव तु प्रत्ययः आर्धधातुकप्रत्ययः, अतः पित्वम् अपित्वम् इति चिन्तनं नास्ति, परन्तु तत्र साक्षात् कित् अस्ति, कित् अस्ति इति कृत्वा मिति च इत्यनेन गुणनिषेधः, अतः लिखितवत् इति प्रातिपदिकम् अस्ति. धन्यवादः. एवमेव तप्रत्ययः अस्ति, तप्रत्ययः तत्र लिखितः इति रूपम् अस्ति खलु, तत्रापि गुणकार्यं न भवति, यतोहि तप्रत्ययः अपि कित् अस्ति. परन्तु भगिनी लेखितुं तुमन् प्रत्ययः तत्र कित्वं किमपि नास्ति खलु, कित्वं गित्वं नित्वं किमपि नास्ति, अतः गुणकार्यं भवति. अस्तु, अग्रे शङ्कर् महोदय पठति वा. शङ्कर् महोदय. हा भगिनि, ङिति सत्यं सप्तम्यन्तं हलन्तं पदं, तस्य अर्थः एवं गकार चकार ककार च गकार च ककार च ङकार च ते इत् संज्ञकः वर्णाः यस्य सः प्रत्ययः कित् तस्मिन् इति. सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वं भवति स्म, तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति. प्रायः प्रयत्नं करोमि. सूत्रे गिति सत्यमन्तं हलन्तं पदम्, तस्य अर्थः गकार ककार ङकार इत्संज्ञकः वर्णः यस्य सः प्रत्ययः ङित् भवति तस्मिन् इति. सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वं निमित्तं निमित्तकार्यं इकः गुणः. अत्र निमित्तं किम्? सत्यं सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वं भवति स्म, तस्मात् प्रत्ययात्. अत्र किं पदं सप्तम्यन्तं पदम्? किति इति शब्दः एव तत्र सप्तम्यन्तं पदं. तत्र पाणिनीयसूत्रेषु सप्तमीविभक्तेः अर्थः कः? पूर्वकार्यं सत्यं सत्यं. तर्हि मिति इत्यस्य अर्थः अस्ति इत्युक्ते सप्तम्यन्तं पदं, तस्मात् इत्युक्ते तस्मात् पूर्वं कार्यं भवति. तर्हि अत्र स्मिति इति कस्य सङ्केतः अस्ति, कस्य विशेषणम् अस्ति? विशेषणं ङिति ङित्. इदानीं कस्य विषये उच्यमानमस्ति ङिति इति, कस्य सङ्केतः? इकः इकः अत्र अत्र निमित्तं किं भवति गुणकार्यस्य कृते सत्यं प्रत्ययः प्रत्ययः एव निमित्तं भवति खलु गुणकार्यस्य कार्ये कृते यत्र कुत्रापि गुणः भवति तत्र प्रत्ययः अस्ति सार्वधातुकप्रत्ययः नो चेत् आर्धधातुकप्रत्ययः अस्ति चेदेव गुणकार्यं भवति अतः तदेव निमित्तमस्ति अत्र अतः अत्र क्निति इत्यनेन अत्र प्रत्ययस्य सङ्केतः अस्ति तादृशप्रत्ययः यः कित् गित् नित् अस्ति कथं जानीमः प्रत्ययस्य सङ्केतः इति अत्र सूत्रे तु तत्र तादृशसङ्केतः किमपि नास्ति केवलं तत्र प्रथमाध्यायस्य प्रथमपादे अस्ति सूत्रम् प्रथमाध्यायस्य प्रथमपादे पञ्चमं सूत्रमस्ति क्निति इति क्निति च इति सूत्रम् तर्हि अत्र प्रत्ययस्य विषयः इति कथं जानीमः इति चेत् अत्र यद्यपि प्रथमाध्याये अस्ति परन्तु अत्र गुणकार्य अत्र सूत्रे तत्र इको गुणवृद्धि अत्र सूत्रस्य अर्थपूर्णार्थं को गुणवृद्धि इति परिभाषासूत्रस्य सहायं भवति अत्र अतः इको गुणवृद्धि इति रूपेण आगच्छति अतः अत्र इकः इकः स्थाने गुणः अथवा वृद्धिः भवति इति जानीमः अत्र सर्वधातुकार्धातुकयोः नो चेत् पुगन्धलघुपदस्य च सूत्रद्वय सूत्रद्वयेन अपि द्वाभ्यां सूत्राभ्याम् अपि गुणकार्यम् इकः स्थाने भवति इति जानीमः तर्हि तत्र सर्वत्र वयं जानीमः यत्र कुत्रापि गुणः भवति तत्र प्रत्ययः अस्ति एव प्रत्ययः एव निमित्तं भवति अतः अत्रापि अत्र गुणस्य गुणः न भवति इति उक्तं सूत्रेण तर्हि केन कारणेन गुणः भवति प्रत्ययेन एव गुणः भवति अतः अत्र क्निति इत्यनेन प्रत्ययस्य सङ्केतः अस्ति अस्तु अतः हा अतः क्निति इति प्रत्ययः अस्ति चेत् तस्मात् पूर्वम् अङ्गे गुणः अथवा वृद्धिः न भवति इकः गुणः वृद्धिः न भवति अत्र क्निति च इति कीदृशसूत्रमस्ति विधिसूत्रं विधिसूत्रमस्ति सत्यं विधिसूत्रमस्ति समीचीनं बहु समीचीनं विधिसूत्रम् अस्ति एव अपि च अन्यत् किमपि वक्तुं शक्यते वा विधिसूत्रेषु इत्युक्ते विधिसूत्रेषु अत्र बाधकसूत्रं निषेधकसूत्रम् इति वक्तुं शक्यते कार्यस्य निषेधः भवति अतः इति सूत्रं विधिसूत्रमस्ति षड् सूत्रेषु विधिसूत्रमस्ति अपि च बाधकसूत्रं निषेधकसूत्रम् अस्ति यतोहि गुणकार्यस्य बाधा भवति अनेन सूत्रेण अस्तु बहु समीचीनं महोदय सम्यक् धन्यवादः अस्तु अग्रे एकः संशयः किम् इति एतत् सूत्रे ककार ङकार अर्थयति किन्तु गकार कथमागतः अत्र गकारः इत्यस्य चिन्ता मास्तु इदानीं तत्र सम्पूर्ण अष्टाध्यायम् एकमेव सूत्रमस्ति यस्य कृते गकारः भवति अधुना मास्तु सामान्यतया न पश्यामः अत्र केवलं चत्वारः शब्दाः सन्ति येषां कृते गित् इति योजितमस्ति अतः बहु विरलतया एव पश्यामः अतः अधुना मास्तु भगिनि गीताञ्जलि भगिनि वदतु अत्र प्रथम ककार द्वितीय ककार तृतीय ङकार सूत्रे अत्र प्रथम ककार प्राय गकार अभवत् किन्तु सन्धि कार्यं चत्वं कृत्वा गकार खरिपरे ककार सत्यं सत्यं बहु समीचीनं भगिनि उत्तमं तथैव तथैव सन्धिकार्यमस्ति अपि च कुत्रचित् तत्र एकः एव ककारः अपि दृश्यते कुत्रचित् पश्यामः चेत् तत्र वैकल्पिकरूपद्वयं वर्तते क्निति क्निति च इति एकं रूपम् अन्यत् रूपमपि अपि भवति तत्र ककारस्य लोपः भवति अत्र द्वितीयककारस्य लोपः भवति तत्र एकं सूत्रमस्ति झरो झरि सवर्णे इति सूत्रम् अनेन सूत्रेण लोपः भवति अतः रूपद्वयं द्रष्टुं शक्नुमः रूपद्वयमपि साधु अस्तु अग्रे भवती एव पठतु भगिनि वन् सेकेण्ड् एतत् परिच्छेदं कृते पुनः विवरणं करोतु भगिनि निति सप्तम्यन्तं परिच्छेदं हा निति इति अस्तु अस्तु निति इति पदं तत्र सूत्रे तत्र निति इति अस्य इति पश्यामः चेत् तत्र समासः अस्ति काच म च ते इत्संज्ञकवर्णाः यस्य सः क्निति इति बहुव्रीहिसमासः अस्ति क्निति क्नित् क्नित् इति तत्र प्रातिपदिकम् अस्ति क्नित् इति तस्य सप्तमीविभक्त्यन्तरूपम् अस्ति क्निति इति तर्हि सप्तमीविभक्तौ अस्ति क्निति इति पदं सप्तमीविभक्तौ अस्ति तर्हि सप्तमीविभक्तौ अस्ति चेत् वयं जानीमः पूर्वकार्यं पाणिनीयसूत्रेषु सप्तमीविभक्तिः इत्युक्ते पूर्वकार्यम् इत्युक्ते तस्मात् पूर्वं कार्यं भवति इत्युक्ते अत्र क्निति इत्यनेन कस्य सङ्केतः इति चेत् प्रत्ययस्य सङ्केतः अस्ति यतोहि गुणकार्यं प्रत्ययस्य निमित्तेन गुणकार्यं भवति यदि प्रत्ययः परः अस्ति तस्मात् पूर्वं गुणकार्यं भवति सर्वत्र वयं पश्यामः सार्वधातुक अर्धधातुकयोः इति सूत्रे सार्वधातुक अर्धधातुकयोः इति सप्तम्यन्तं पदमस्ति प्रत्ययः निमित्तमस्ति तस्मात् पूर्वं कार्यं भवति अतः अत्रापि क्निति इत्यनेन प्रत्ययस्य सङ्केतः अस्ति इत्युक्ते सार्वधातुक अर्धधातुकप्रत्ययः इति अर्थः तर्हि प्रत्ययः तादृशप्रत्ययः कित् प्रत्ययः गित् प्रत्ययः नित् प्रत्ययः अस्ति चेत् तस्मात् पूर्वम् अङ्गकार्ये यत् गुणकार्यम् अथवा वृद्धिकार्यं भवति तद् न भवति अनेन सूत्रेण एतत् सूत्रं गुणकार्यस्य बाधां करोति अवगतं भगिनि अत्र लिक् धातु उदाहरणे लि लिक्वर्ण अस्ति चेत् अपि लिक् अनन्तरं दिस् ष अपित् विच् इस् नित् आल्सो नौ देर्फोर् लिक् विल् नाट् चेञ्ज् इन् एनि वे तत्र गीताभगिनी अत्र वदतु अत्र लिक् योगः शयोगः ति अत्र क्रमेण चिन्तनं वदतु कथं भवति अत्र इदानीं क्निति च इति सूत्रमपि पठितं तत्र लिक् योगः शयोगः ति तत्र चिन्तनं किं भवति गीता भगिनी अस्ति वा न श्रूयते भगिनि न श्रूयते अस्तु कृपया म्यूट् करोतु भगिनि न श्रूयते एव भगिनि क्षम्यताम् अहं म्यूट् कृतवती यतोहि किमपि न श्रूयते भगिनि हा वदतु गीता भगिनि लिक् योगः श योगः ति तत्र किं भवति लिक् योगः श श अस्ति अपित् अपित् प्रत्ययः तस्मात् गुणः न भवति अत्र लिक् अत्र क्रमेण वदतु अत्र सूत्राणि प्रथमतया अत्र वदतु गुणस्य प्रसक्तिः कथं भवति तदनन्तरं तत्र बाधा कथं भवति अस्तु गुणस्य प्रसक्तिः भवति द्वे कारणात् प्रथमः अस्ति लिक् धातुः उपदां ह्रस्व अस्ति विकरणप्रत्ययः अस्ति श श अस्ति षित् इत्युक्ते सार्वधातुकम् अस्ति उपदां लघु ह्रस्व अस्ति सार्वधातुक अर्धधातुकयोः सूत्रात् गुणकार्यं सार्वधातुक अर्धधातुकयोः प्रसक्तिः न न उप लघु लघुपद लघुपदमस्ति पुबन्तलघुपद सूत्रात् गुणकार्यं शुड् हेपन् भवितुम् अर्हति सत्यं भवितुम् अर्हति किन्तु श प्रत्ययः अपित् अस्ति तस्मात् गुणकार्यं न भवति अत्र किमर्थं न भवति? किमर्थम् इत्युक्ते सूत्र अस्ति सार्वधातुकमपि तु इति ये सूत्रात् नै भवति, गुणकार्यं न भवति. न न न सार्वधातुकमपि किं वदति? सार्वधातुकमपि वदति सार्वधातुकम् सार्वधातुकमपि अपित् गुणः न भवति इति न वदति खलु. किं वदति सार्वधातुकम् अपित्? सार्वधातुकं पित् न अस्ति चेत् सार्वधातुकं अपित् सार्वधातुक पित् अस्ति अपित् अस्ति सार्वधातुकप्रत्ययः अस्ति किन्तु अपित् अस्ति सार्वधातुकप्रत्ययः अपित् अस्ति चेत् अत्र किं भवति सार्वधातुकम् अपित् इति सूत्रं किं वदति? अपित् अस्ति चेत् अपित् अस्ति चेत् गुणकार्यं न भवति. न तत् सर्वं समीचीनं भगिनि. सार्वधातुकम् अपित् इति सूत्रं किं वदति? अपित् अस्ति चेत् किं भवति तत्र अतिदेशः कः? गीताञ्जलि भगिनी साहाय्यं करोतु. आं भगिनि, सार्वधातुकम् अपित् इति सूत्रेण अपित् नित् भवतु इति वदति. अस्तु, अधुना गीता भगिनी वदतु नित् इव भवतु. इदानीं नित् भवति चेत् किं भवति? नित् भवति चेत् नीति नीति च इति सूत्रेण गुणकार्यं न भवति. समीचीनं, सम्यक्, तथैव. इत्युक्ते लिक् योगः श योगः ति इति सन्दर्भे श इति प्रत्ययः सारधातुकप्रत्ययः अस्ति, अतः लिक् इत्यस्मिन् पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति. परन्तु वयं पश्यामः श इति प्रत्ययः कीदृशः इति चेत् अपित् अस्ति, यतोहि पकारस्य इत्संज्ञा नास्ति, अतः अपित्. तर्हि श इति प्रत्ययः सारधातुकः अपि अस्ति, अपित् अपि अस्ति, अतः सारधातुकम् अपित् इति सूत्रेण श प्रत्ययः निद् इव भवति, निद्वद् भवति. तर्हि निद्वद् भवति इत्यनेन तत्र के किं भवति इति चेत् क्निति च इति सूत्रेण यः प्रत्ययः नित् अस्ति सः प्रत्ययः गुणस्य निमित्तं न भवति. अतः अधुना अत्र श प्रत्ययः निद्व अस्ति इति कृत्वा निति च इति सूत्रेण गुणनिषेधः भवति, अतः लिक् इति धातौ गुणकार्यं न भवति, अतः लिखति इति एव रूपम्. स्पष्टं वा? अस्तु, समीचीनं भगिनी. अत्र लिखितमस्ति किं सार्वधातुकम् अपित् नित् अनुवृत्तिसहितं सूत्रम् इति अस्ति खलु. अनुवृत्ति कुतः, कस्मिन् सूत्रात् अग्रे आयास्यति भगिनि? सूत्रस्य विवरणम् अग्रे दत्तमस्ति, तत्र पश्यामः. अग्रे सूत्रस्य विवरणमस्ति, तत्र पश्यामः. अत्र केवलं संक्षिप्तरूपेण दत्तं, तत्र अग्रे पश्यामः. अग्रे गीताञ्जलि भगिनी पठतु सारदातकम् अपित् इत्यनेन. भगिनी, एकः प्रश्नः किं पृच्छामि भगिनि. इति सूत्रे ककार ककार ङकार इति सप्तमी, किन्तु बहु वचनरूपम् अस्ति, किमर्थम् एकवचनरूपं पाणिने महर्षि दत्तम्? एकवचनरूपं किमर्थं दत्तम् इति वा? अत्र तत्र वक्तुं न शक्यते, अत्र किमर्थं दत्तम् इति वक्तुं न शक्यते. तत्र कुत्रचित् बहुवचनान्तरूपं स्वीक्रियते, कुत्रचित् एकवचनान्तरूपं स्वीक्रियते. अत्र प्रथमतया तत्र अत्र क च न च नित सूत्रे पश्यामः चेत् अत्र समासः कः इति द्रष्टव्यम्, अत्र द्वन्द्वसमासः अस्ति वा इति द्रष्टव्यम्. अत्र पश्यामः चेत् इतरेतरद्वन्द्वः अस्ति, इतरेतरद्वन्द्वसमासः अस्ति, अतः न इति अस्ति. स्नः इति तत्र बहुवचने एव अस्ति. तदनन्तरं तत्र स्नः इतः यस्य सः इति स्मितः स्मिति इति दत्तमस्ति. तत्र बहुव्रीहिसमासः अतः द्वन्द्वगर्भबहुव्रीहिसमासः अस्ति अत्र. इत्युक्ते यस्य सः इति स्मिति इति विशेषणमस्ति, प्रत्ययस्य विशेषणमस्ति. प्रत्ययः एकवचने अस्ति अतः स्मिति अपि एकवचने अस्ति. बहुव्रीहिसमासे विशेषणं विशेष्यम् अनुसृत्य भवति. स्मिति इति पदं प्रत्यये इत्यस्य विशेषणं, स्मिति प्रत्यये परे इति अर्थः. अतः प्रत्यये इति सप्तम्यन्तं पदम् एकवचने अस्ति अतः स्मिति अपि एकवचने अस्ति. समासः अहं न अवगतं किन्तु समीचीनं भगिनि, धन्यवादः. समासः अस्ति, समासस्य विषये पठामः अग्रे पठामः. अस्माकं समासः अग्रे पठामः. आं भगिनि, सार्वधातुकम् अपित् इत्यनेन सूत्रेण यः प्रत्ययः अपित् सः ङित् एव अस्ति इव अस्ति. अतः यत् कार्यं ङित् प्रत्ययः करोति तदेव कार्यम् अपित् प्रत्ययः अपि करोति. सुदादिगणे शविकरणप्रत्ययः अपित् अस्ति, अतः ङित् इव कार्यं करोति, नाम गुणबाधकं कार्यं करोति. अत्र इति दत्तं यः कार्यं अपित् करोति तत् एव कार्यं ङित् करोति. किमर्थं सार्वधातुकम् अपित् इति सूत्रेण अपित् ङित् भवतु, अतः द्वयोः एकमेव कार्यं करोति. अत्र तु सुदादिगणे शविकरणप्रत्यय अस्ति, शप् नास्ति, पकार नास्ति, तथा अपित् अस्ति. अतः ङित् इव कार्यं करोति. ङिति इति ततः अतः गुणबाधकं विधिसूत्रं कुत्रचित् बहु ध्वनिः अस्ति, कृपया म्यूट् करोतु. भगिनी वदतु. अन्तिमम् अहम् इति वदामि भगिनि. ङति च इति गुण अपित् अपि च अपित् वा ङित् वा किमपि नाम स्वीकरणीयं स्वीकरणेन गुणबाधकं विधिसूत्रम् इति भवति इति दत्तम्. समीचीनं भगिनि, तदेव तत्र एतावता यदुक्तं तत्र सार्वधातुकम् अपित् इति वदामः चेत् यः सार्वधातुक इति तत्र नियमद्वयम् आवश्यकं. सार्वधातुकम् अपित् इति सूत्रस्य कार्यार्थं नियमद्वयम् आवश्यकम्. इत्युक्ते प्रथमतया प्रत्ययः सार्वधातुकः भवतु, तदनन्तरम् अपित् अपि भवतु. सार्वधातुकप्रत्ययः अपि अस्ति, अपित् अपि अस्ति चेत् सः प्रत्ययः निदिव भवति, निद्वद् भवति. तर्हि तदनन्तरं नित्वस्य प्रयोजनं किम् इति चेत् निति च इति सूत्रेण गुणनिषेधः भवति. यत्र यत्र गुणस्य प्रसक्तिः भवति तत्र गुणस्य अवरोधः भवति अनेन सूत्रेण, निति च इति सूत्रेण. स्पष्टं खलु भगिनि? भगिनि, नितः स्वभावम् अपीति अध्यारोपयामः किल? सत्यम्. तस्य प्रयोजनमपि जानीमः, गुणनिषेधः एव प्रयोजनम्. अस्तु अग्रे उमा भगिनी पठतु. गुणाभावे गुण अभावे वर्णमेलने लिक् योगः अ योगः ति लिखति इति भवति. तर्हि सारांशः एवं यत् यत्र विकरणप्रत्यये अकारः नास्ति तत्र शकारस्य गुणार्थं प्रेरणादायिनी शक्ति प्रेरणादायिनी शक्तिः अवरुद्धा भवति तुदादिगणे विकरणप्रत्यये गुणार्थं प्रेरणादायकः शकारः अस्ति किन्तु स च शकारः स्वस्य कार्यं कर्तुं न अर्हः यतः इत् सम्यक् अकारस्य अभावे गुणार्थं बाधा भवति अत्र दिक् योगः अ योगति लिखति इति भवति किं कथं विकरणप्रत्ययः शकारः इवन्दो पुगन्तलघुपदस्य सूत्रेण लघुपदः लघु इकारः अस्ति धातौ अस्ति चेत् अपि अत्र गुणः न भवति बिकास् इट् इस् अपित् इट् इस् ओन्लि शका इट् इस् ओन्लि शकारः किन्तु नो पकारः पक् अपित् इति चेत् ङिति इत्यस्य कार्यमेव करोति तस्मात् अत्र गुण गुणकार्यं न सम्भवति समीचीनं भगिनि समीचीनं तथैव अस्ति अत्र अत्र श इति प्रत्यये पकारः नास्ति अतः अपित् अस्ति अतः अत्र श इति अस्ति चेत् गुणार्थं प्रेरणादायिनी शक्तिः इति अस्ति तस्य अर्थः कः इति चेत् यद्यपि तत्र सरलरूपेण तत्र तथा उक्तमस्ति प्रेरणादायिनी शक्तिः इति इत्युक्ते शकारः अस्ति चेत् शकारस्य इत्संज्ञा अस्ति चेत् प्रेरणादायिनी शक्तिः किमर्थं कोऽपि वदति वा किमर्थं प्रेरणादायिनी शक्तिः इति उक्तम् अवरुद्धा भवति गुणकार्यस्य अवरुद्धा भवति न न न केवलं शकारः अस्ति चेत् न पकारस्य चिन्ता मास्तु पकारस्य चिन्तनं मास्तु इदानीं केवलं शकारः अस्ति चेत् किमर्थं प्रेरणादायिनी शक्तिः इति उक्तं गुणार्थं प्रेरणादायिनी शक्तिः यदि किञ्चित् सार्वधातुकं सार्वधातुकम् अनेन किम् सार्वधातुक अर्धधातुकयोः इतोपि वदतु विजयलक्ष्मी भगिनी वदतु इतोपि वदतु श इति प्रत्ययस्य शकारः इत् भवति तत्कारणं षित् अस्ति षित् अस्ति चेत् तस्य सार्वधातुकं सम्यकः इति वदामः सार्वधातुकं सम्यकः भवति चेत् गुणकार्यस्य प्रेरणा भवति किमर्थं भवति प्रेरणा गुणकार्यस्य प्रेरणा भवति गुणकार्यस्य प्रेरणा भवति किमर्थं भवति सार्वधातुकसंज्ञकः अस्ति चेत् किमर्थं गुणकार्यस्य प्रेरणा प्रत्ययः सार्वधातुकप्रत्ययः सार्वधातुक आर्धधातुकयोः सर्वे उपगन्तलघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः अनुवृत्तिसहितसूत्रेण प्रसक्तिः अस्ति सत्यं सत्यं समीचीनम् इत्युक्ते किमर्थं इत्युक्ते किमर्थं प्रेरणादायिनी शक्तिः इति वदति इति चेत् यत्र यत्र शकारस्य इत्संज्ञा अस्ति प्रत्ययस्य षित् भवति चेत् सार्वधातुकप्रत्ययः अस्ति यतोहि सार्वधातुक अर्धधातुकयोः अपि च पुगन्तलघुपदस्य च द्वाभ्यां सूत्राभ्यां गुणकार्यं भवति कदा भवति यदा सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति चेत् एव गुणः भवति अतः अत्र सार्वधातुकप्रत्ययस्य उपस्थितौ गुणकार्यस्य प्रसक्तिः भवति अतः षित् अस्ति चेत् प्रेरणादायिनी शक्तिः भवति किमर्थं चेत् सार्वधातुकप्रत्ययः अस्ति सार्वधातुकप्रत्ययः अस्ति चेत् गुणस्य प्रसक्तिः भवति यतोहि तदेव निमित्तमस्ति स्पष्टं खलु अतः षित् अस्ति चेत् गुणस्य प्रसक्तिः अस्ति परन्तु अपित् अस्ति चेत् गुणस्य अवरोधः अस्ति अतः एव तुदादिगणे गुणकार्यं न भवति यतोहि षित् अस्ति परन्तु पित् नास्ति विकरणप्रत्यये पकारस्य इत्वं पित्वं नास्ति अतः अत्र श इति प्रत्ययः तस्मिन् प्रेरणादायिनी शक्तिः अस्ति, यतोहि सारधातुकः अस्ति, परन्तु पित्वं नास्ति इति कृत्वा गुणस्य बाधा भवति इति सारांशः। तर्हि अधुना अत्र पूर्णसूत्रार्थः पठामः। अत्र विनय महोदय पठति किम्? भवती श्रूयते? हा श्रूयते महोदय, पठतु। सार्वधातुकं पित् सार्वधातुकम् अपित् सार्वधातुकं यद् पित् तद् इन् द्वत् न यद् पित् नास्ति, सम्यक्तया पठतु। सार्वधातुकं यद् पित् यद् पित् नास्ति यद् अपित् क्षम्यतां सार्वधातुकं यद् अपित् तद् इन्द्वत् भवति नित्वत् इन्द्वत् निद्वत् निद्वत् भवति निद्वत् इद्वत् नास्ति निद्वत् निद्वत् भवति सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदम् इदं सूत्रं गाङ्गकुटादिभ्यः इत्यस्मात् इनिन्नित् गाङ्कुटादिभ्यो निनिन्नित् गाङ्कुटादिभ्यो अनिन्यत् इत्यस्मात् यन्त् यत् अनुवृत्तिः अनुवृत्तिः सहित् सूत्रं सार्वधातुकम् अपित् यन्त् क्विन्ति च यः प्रत्ययः गित् कित् अथवा यन्त् अस्ति न अत्र अत्र न द्वितीयसूत्रं मास्तु अत्र अत्र अत्र किम् अस्ति सार्वधातुकम् अपित् इति सूत्रे किमस्ति किं वदति अत्र अर्थकः सार्वधातुकं यत् अपित् तद् इद्वत् अवगतं वा महोदय? शब्दः इन्द्वत् निद्वत् व्यवहरति यदि यदि निद्वत् वदामि तर्ह अर्थः अस्ति समानं भवति सत्यं समीचीनं सत्यं निदिव आचरति सत्यम् समानं भवति पूर्वमध्यरूप अन्यविषयः परन्तु सार्वधातुकं यद् अपित् तद् इद्वत् अर्थः अस्ति यद् अतः अपित् अपित् इन्वत् व्यवहारं करोति यदि इन्वत् व्यवहारं करोति तर्हि बाधकं भविष्यति गुणबाधकं सूत्रं न अत्र अत्र तद् मास्तु महोदय तद् मास्तु मिति च इति मास्तु अत्र अस्मिन् सूत्रे किम् उक्तं तावदेव वदतु अत्र सार्वधातुकम् अपित् इति सूत्रे निद्दिव भवति इति उक्तं तदनन्तरं तत्र सूत्रस्य अनुवृत्तिसहिते सूत्रे किम् उक्तम् अनुवृत्तिसहितसूत्रं पठतु अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् इन्त् अर्थः कः अर्थकः अतः सार्वधातुकम् अपित् सार्वधातुकम् अपित् एत् अस्ति समीचीनं तथैव सम्यक् समीचीनम् एत् अस्ति एद्वत् नास्ति केवलम् एद्वत् नास्ति अपि तु अपि तु वास्तविकता अस्ति न न वास्तविकता अस्ति वास्तविकता नास्ति अत्र सार्वधातुकम् अपित् इति प्रत्ययः निदिव आचरति निद्वत् भवति अतः तत्र सूत्रे नित् तत्र नित्वम् अध्यारोपयामः अध्यारोपितम् इत्युक्ते सूपर् इम्पोसिशन् सूपर् इम्पोसिशन् हा प्रत्ययः अपित् अस्ति चेत् तस्मिन् नित्वम् अध्यारोपयामः अध्यारोपयामः इत्युक्ते सूपर् इम्पोसिशन् अधुना अत्र प्रत्ययः निदिव आचरति इट् बिहेव्स् लैक् नित् अस्तु अवगच्छामि अध्यारोपम् अवगच्छामि सम्यक् समीचीनं तर्हि अत्र सूत्रे तत्र पश्यामः चेत् तत् सारदात्तकम् अपीत् इति पदद्वयमेव वर्तते तत्र नित् इति अस्य अनुवृत्तिः भवति पूर्वस्मात् सूत्रात् अतः अत्र सारदात्तकम् अपित् नित् इत्युक्ते सारदात्तकप्रत्ययः अपित् अस्ति चेत् निद् इव भवति निद्वद् भवति इति तावदेव अर्थः अस्ति अस्तु समीचीनम् अस्तु अग्रे अत्र अरुणा भगिनी पठति वा Excuse me, what is the meaning of this gang kutadibhyo nigit? What is avashyakata nasti. Tasya artha idanim tasya avashyakata nasti. Atra anuvrittihi eva svikaro. Yadi tatra ek pratyekam pratyekasmin sutre anuvritti anuvrittehe kaha artha iti pashyamah chet tatra atra kleshah bhavati bramah bhavati yato hi gang kutadibhyo ninnyati iti ardhatuka prakriyayaha vishayah asti. Atra vadami chet tatra bramah bhavati. तदपि अतिदेशसूत्रमस्ति परन्तु अत्र तस्य आवश्यकता नास्ति अस्तु अतः तस्मात् नित् इति अनुवृत्तिः भवति तावत् पर्याप्तम् अधुना भगिनि एट्लीस्ट् गिव् अस् द पदच्छेद नाट् रिक्वैर्ड् नाट् रिक्वैर्ड् भगिनि अचो निति तत्रापि यकारः नकारः आगच्छति खलु सत्यं तत् अत्रापि ञकारः नकारः द्वयमपि अस्ति गाङ्कुटादिभ्यः ञकारः नकारः इत् हा इत्युक्ते तादृशप्रत्ययः यः णित् नास्ति इत् नास्ति सः प्रत्ययः निद् इव भवति इत्युक्ते गाङ्क् कुटादिगणे कुटादिगणः इति कश्चन गणः वर्तते तुदादिगणे तत्र पञ्चत्रिंशत् धातवः सन्ति ते धातवः यत्र तेभ्यः धातुभ्यः यत्र इत् नित् भिन्नप्रत्ययः अस्ति सः प्रत्ययः निद् इव आचरति इति तावदर्थः अस्ति तावान् अर्थः तत्र नित् विहाय सर्वे अनुनासिकाः सन्ति किम् नित् विहाय सर्वे अनुनासिकस्वराः सन्ति अनुनासिकवर्णाः सन्ति ङित् णित् णित् ङित् सत्यं सर्वे अनुनासिकवर्णः एव अस्तु अत्र गाङ्कुटादिभ्यो इत्यस्य विषये चिन्ता नास्ति अत्र भगिनि एकः प्रश्नः सर्वदा अतिदेशसू सूत्राणि संज्ञासूत्राणि अस्ति इति समीचीनं भगिनि सर्वदा अतिदेशसूत्राणि संज्ञासूत्राणि अस्ति सन्ति हा संज्ञासूत्रम् इत्युक्ते तत्र अस्मिन् तत्र अतिदेश एव मुख्यकार्यमस्ति तस्मिन् नित्वम् अध्यारोप्यते इति तत्र सेकेण्डरि कार्यम् इति वक्तुं शक्यते तत्र तेन संज्ञा इत्यनेन तत्र किमपि महत्त्वपूर्णकार्यं नास्ति अत्र अस्माकं मुख्यविषयः तु अतिदेशः इत्यनेन किमपि कार्यं भवति तत्र स्वभावस्य परिवर्तनं भवति चेत् तेन किमपि कार्यं भवति इति एव मुख्यविषयः मूलविषयः तत्र संज्ञा तेन संज्ञा अपि दीयते अस्तु भवतु तेन तत्र किमपि वैशिष्ट्यं नास्ति इत्युक्ते तत्र फोकस् नास्ति अस्माकम् अवधानं नास्ति अस्माकम् अवधानम् अतिदेशकार्ये एव अस्ति विधिसूत्रमस्ति भगिनि हा न विधिसूत्रं नास्ति अतिदेशसूत्रमस्ति सरदातुकम् अपित् नित् इति अतिदेशसूत्रमस्ति विधिसूत्रं नास्ति अतिदेश एकं कार्यम् अस्ति किन्तु विधिसूत्रं नास्ति. विधिसूत्रं नास्ति. अतिदेशम् अतिदेशः अपि कार्यम् एव, परन्तु विधिसूत्रं नास्ति. भगिनी संज्ञा कथं तत्र तु सार्वधातु धातुकम् अपित् नित् संज्ञा न भवति, नित्वत् भवति खलु, नित् इव भवति, नित्वत् भवति इत्युक्ते तत्र नित्वं नित्वम् अध्यारोपयामः खलु. नौ इट् बिहेव्स् लैक् अ नित्, सो दट् मीन्स् इट् हेस् नामकरणं नित् इव भवति खलु. तत्र नित्य नित् इति भवति चेदेव निति चेति सूत्रस्य प्रसक्तिः भवति, अतः तत्र संज्ञा अपि अस्ति इति चिन्तयितुं शक्नुमः, परन्तु तेन किमपि वैशिष्ट्यं नास्ति. अस्तु, अरुणा भगिनी पठति किम्? आं भगिनि, किन्निति च यः प्रत्ययः गिट् अथवा निट् अस्ति, अपि च तं प्रत्ययं निमित्तकृत्य ईक्षाने गुणः अथवा वृद्धिः भवति स्म, सः गुणः वृद्धिः न भवति. द् च क् च नि च तेषाम् इतरेतरद्वन्द्ववाचक इतरेतरद्वन्द्व इतः यस्य सः किं तस्मिन् परे किं द्वन्द्वसर्वबहुभिः समासः. अत्र द् स्थाने ककारः सरिता इत्यनेन चक्रसन्धिः किमिति सत्यन्त्यं च अव्ययपदं द्विपदं सूत्रम्. किमिति च सूत्रवर्णनं विस्तारेण सम्पूर्णतया पठतु. इको गुणवृद्धिः इत्यस्य अपि अस्ति पठनीयं. गुणवृद्धिः इत्यस्य पूर्णतया अनुवृत्तिः, क्षम्यता, न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं किमिति च इकः पुनवृद्धि न इति सम्पूर्णसूत्रं भवति. किमिति च सूत्रवर्णनं अत्र प्रत्ययाः कानि के प्रत्ययाः सन्ति इति चेत् यित् हित् अथवा नित् अस्ति, अपि च तं प्रत्ययनिमित्तीकृत्य इकः एकस्थाने गुणकार्यं भवितुम् अर्हति, गुणकार्यं वा वृद्धिकार्यं भवितुम् अर्हति, परन्तु न भवति कित् कित् कित् अथवा नित् प्रत्ययपरे. किञ्चित् अत्र गाच खाच न च इति तेषाम् इतरेतरद्वन्द्वसमासः कृत्वा न च, हौ टु से भगिनि, तावदेव तत्र क्लेशः अस्ति एव उच्चारणे, वदतु सम्यक् एव. इतः यस्य सः किन्नित् तस्मिन् परे किन्निति सप्तम्यन्तं रूपम् अस्ति इति द्वन्द्वगर्भ बहुभिः समासः. अत्र घास्थाने ककारः सरिता इत्यनेन चत्वसन्धिः कृत्वा किन्निति किन्निति सप्तम्यन्तं रूपं च अव्ययपदं द्विपदं सूत्रं. समीचीनं भगिनि, पूर्णमीचीनं. एकः न इति अनुवृत्तिसहितसूत्रं सूत्रेण आगच्छति. पूर्णसूत्रं किञ्चित् च इकः गुणवृत्ति न भवति. समीचीनं, सम्यक्. तर्हि अत्र स्थगयामः. निति च इति सूत्रं पुनः अग्रिमसप्ताहे पश्यामः. अत्र अग्रिमकरपत्रे न एकक्षणं भगिनि, अत्र अग्रिमकरपत्रे गुणाभ्यासः इति अस्ति. तत्र करपत्रस्य अन्ते अत्र केचन दातवः सन्ति, तत्र कृपया कृपया उमा भगिनी किञ्चित् म्यूट् करोतु भगिनि, ध्वनिः अस्ति. तत्र गुणाभ्यासः इति करपत्रे उदाहरणानि सन्ति, कृपया सर्वे अत्र उदाहरणानि गृहपाठरूपेण कुर्वन्तु. कुत्र गुणकार्यं भवति, कुत्र गुणकार्यं न भवति, तत्र धातुः कस्मिन् गणे अस्ति, तस्य रूपं कथं भवति, सर्वं दृष्ट्वा उदाहरणानि पूरयन्तु. अग्रिमसप्ताहे चर्चयिष्यामः. अस्तु, सर्वे चिन्तनं करणीयं, नो चेत् तत्र क्लेशः भवति. शास्त्राध्ययने श्रमः आवश्यकः, अतः कृपया गृहपाठं कुर्वन्तु. अस्तु, पृच्छतु अदा इदानीं उमा भगिनी. I have got two questions. One is this, what is this Dvandva Garbha Bahuvrihi Samasaha? Because Dvandva Samasa, I know Bahuvrihi Samasa, I know, but Dvandva Garbha Bahuvrihi, I have not heard that. That's why I'm asking. Then no, second one is... No, wait, first. Atra Dvandva Garbha Ititi Tatra Samasa Dvayam Vartati. Pratamataya Itre Itre Dvandva Samasam Krittuva Tadanandram Bahuvrihi Samasaha Kurmaha. Tarhi Bahuvrihi Samasasya Garbhe Dvandva Samasaha Api Asti. Okay. Now I understood. Okay. Then second one is this, for the Samasa class, I won't be able to come, you know, because I'm going to Swamiji's class, Swami Paramarthan's class. Haan, Bhavati Uktavati Kaloham email Preshitavati, Bhavati Dvani Madranam Shrunatu. Yes. But whenever class is not there, can I join directly? Yeah. Haan, Agachatu, Klesha Nasti. Okay, thank you, namaskar. A very nice namaskar. Class, I like it. Thank you, astu, namaskar. Namaskar, dhanyavadah. Dhanyavadah. Namaskar, dhanyavadah. Namaskar. Mamma, ekah prashna asti? Recording stagayami ekakshanam.